सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति स्वादिगणः इति विषयः. तत्र गतवर्गे अभ्यासः सम्यक्तया जातः. तर्हि इदानीं तत्र एकः विशिष्टधातुः अस्ति दम्बु इति धातुः. तस्य रूपाणि कथं भवन्ति इति वयं पश्यामः. तत्र विजयलक्ष्मी भगिनी करोति वा दम्बु? प्रयत्नं करोमि. दम्भु दम्भने हिंसायां दम्भ परस्मैपदिधातु अत्र पठामि वा फस्ट्? अस्तु पठतु. पठतु. दम्भु दम्भने हिंसायां दम्भ दभ्नु इति भवति, अनन्तरं दभ्नोति इति परस्मैपदी एक प्रथमाविभक्तेः एकवचनरूपम्. अत्र दम्भु अनिदित् धातुः, अतः अनिदितां हल उपधायाः किनिति इत्यनेन किति निति प्रत्यये परे नकारलोपः, श्नु प्रत्ययः नित्वत् दाश हिंसायाम्. अस्तु, अत्र दम्भु इति औपदेशिक रूपं किम् इति एकवारं दृष्ट्वा अनन्तरं वदामि भगिनि. दभ्नु धातु किम् अस्ति भगिनि? दम्भु दम्भने दभ्नोति इति एव अन्वेषणं करोमि. इत्युक्ते अदृष्ट्वा वक्तव्यं भगिनि, अथवा अन्वेषणस्य आवश्यकता नास्ति. अत्र औपदेशिकम् इति दम्भ इति धातुपठे अस्ति, नकारः अस्ति मध्ये, मध्ये नकारः अस्ति. तत्र तत्तु नश्चापदान्तस्य झलि इति सूत्रेण अनुस्वारस्य ययि परसवर्णः तत्सर्वं भवति, परन्तु तत्तु अष्टमाध्याये अस्ति इति कृत्वा प्राथमिकस्तरे रूपं किं भवति इति द न भ इति भवति. न एज़ इन् तवर्गीयनकारः, द न भ इति भवति. तत्र अनदितां हल उपधायाः किनिति इत्यनेन नकारस्य लोपः भवति, अतः दभ् इति अवशिष्यते. दभ् अनन्तरं श्नु प्रत्ययस्य नु इति योजनेन दभ्नु इति रूपम् अङ्गं सिद्ध्यति. दभ्नु योगः ति तिङ् प्रत्ययः. तत्र तिङ् प्रत्यये तु सार्वधातुकं सार्वधातुक आर्धधातुकयोः अनेन गुणः भवति, अतः दभ्नोति इति रूपं सिद्ध्यति. सम्यक् वा भगिनि? आं सम्यक्, उचितमस्ति. अग्रे अग्रे इत्युक्ते पठानि वा? न न पठ, रूपं रूपं लट्लकारस्य रूपाणि. ओ एवं वा. दभ्नोति दभ्नुतः अदृष्ट्वा वदन्ती अस्ति खलु, टु ए मम पुरतः अस्ति पाठः. न तद् पाठः अस्ति, परन्तु तत्र अष्टाध्यायी डाट् काम् इति नास्ति खलु, भवती चिन्तनं कृत्वा वदति. अस्तु अस्तु, तदेव. तत्र दब्नु दब्नुतः इत्यत्र तत्र तत्र दम्ब इति तत्र नकारः अस्ति खलु, नकारस्य का गतिः इति न उक्तवती. दम्ब दन्ब इति धातुः खलु, दन्ब इत्यत्र तद् अनदितां हल उपधायाः किनिति इत्यनेन किति निति प्रत्यये परे नकारस्य लोपः जातः. अत्र किति इति प्रत्ययः कः अस्ति इति वदतु तावदेव. अत्र शक्नु इति प्रत्ययः, शक्नु इति प्रत्ययः, शक्नुः इति प्रत्ययः वा प्रत्ययः नास्ति, श्नु श्नु इति प्रत्ययः, श्नु इति प्रत्ययः. अत्र शकारः अस्ति, परन्तु शकारः अस्ति इति कृत्वा सार्वधातुकप्रत्ययः इति तु अस्ति, परन्तु तत्र अपित् अस्ति इति कृत्वा निद्वत् भवति, अतः शक्नु प्रत्ययः निद्वत् अस्ति इति वक्तुं शक्यते. तत्र शक्नु इति प्रत्ययस्य विकरणप्रत्ययस्य योजने शक्नु नास्ति भगिनि, श्नु श्नु, सारी सारी, श्नु श्नु, परन्तु मम मुखे केवलं शक्नु एव आयाति. श्नु प्रत्ययः दन्भ धातु तः योजनेन तत्र शकारस्य लशक्वतद्धिते इत्यनेन लोपः भवति, नु इति एव अवशिष्यते. दन्भु इति धातोः नकारस्य अनिदितां हल उपधायाः किनिति इति सूत्रेण तस्य नकारस्य लोपः भवति, केवलं दभ् इति अवशिष्यते. इदानीं दभ् योगः नु इति भवति, दभ्नु इति अङ्गं सिद्ध्यति. अनन्तरं तिङ् प्रत्ययस्य योजनेन दभ्नु योगः ति इति, तत्र ति इति तु सार्वधातुकम् अस्ति इति कृत्वा गुणः भवति, दभ्नोति इति रूपं सिद्ध्यति. दभ्नोति दभ्नुतः दभ्नुवन्ति, दभ्नोषि वा दभ्नो दभ्नोषि दभ्नुथः दभ्नुथ दभ्नोमि दभ्नु दभ्नुवः दभ्नुमः इति रूपाणि लट् लकारे. अस्तु अस्तु भगिनि, धन्यवादः, समीचीनं समयः प्राप्तवती. तर्हि अत्र सरस्वती भगिनी लोट् लकारः इति वदति वा? ओ एक ओके ओके, अच्छा अच्छा ओके. तर्हि शोभा भगिनी वदतु. आं भगिनि, लोट् लकारे दभ्नु इति इदानीं परस्मैपदी, दभ्नु इति संयोगपूर्व अङ्गं, संयोगपूर्वाङ्गे तत्र अस्तु अचिष्णु धातु ब्रुवां योरिङ् गोङ्गौ इत्यस्य प्रसक्तिः अस्ति. दभ्नोतु दभ्नोतु दभ्नुतात् दभ्नुतां दभ्नोतु तत्र पित् दभ्नोतु उकरः, दभ्नुतां दभ्नुवन्तु, दभ्नुहि यतोहि संयोगपूर्वः, दभ्नुहि दभ्नुतात् दभ्नुतं दभ्नुता. अनन्तरं गुणस्य प्रसक्तिः, दभ्नवानि दभ्नवाव दभ्नवाम इति रूपाणि. सम्यक् सम्यक्, समीचीनम्. अस्तु किम् अरुणभगिनी वदति वा? लङ्गि श्रूयते वा भगिनि? आमां. दभ्नु दभ्नु इति अङ्गमस्ति, प्रथमं दम्ब दातु, अत्र नकार अकार अस्ति उपधायाम्, अत्र अनुदितां हल् उपधायाः इति सूत्रेण लोपः भवति. दब्नु इति अङ्गमस्ति, दब्नु प्रथम अडागम आगच्छति, लङ् लुङ् सुड द सूत्रेण अदम्बनु अदबनु प्रयोगः तु पकार इति पित् अस्ति गुण भवति अदब्नोत् नबनोत् अदब्नु योगः आताम् आतामिति अजादि अपित् अस्ति अचिष्णु अचिष्णुध्रुवां ध्रुवां युवो युवाङ्गो इति सूत्रेण दब् उवङ्ग् आदेशः भवति दब्नुभूताम् अदब्नुताम् किं भगिनि अदब्नुताम् इति उक्तवती वा अदब्नुताम् अदब्नुताम् अदब्नु योगः अन् अत्रापि गुणकार्यं नास्ति केवलम् उवङ्ग् आदेशः भवति अतिष्ठतो ब्रुवामयोर्योगेन अदब्नुवन् मध्यं पुरुषे अदब्नु अदब्नु योगः अस्तु गुणं भवति सार्वधातुक आर्धधातुक सूत्रेण अदवनोः भवति सकार अस्ति ससजशोरुः कर्वसनो विसर्गः भवति अदवनु योगः तां भगिनि अदब्नोः इति अभवत् अदब्नु योगताम् अब्नुताम् अब्नुत इति बहुवचनम् अदब्नुत अदब्नुत अदब्नु अम् अस्ति गुण भवति अदब्नो अदब्नो नो अहं नो प्लस् अम् यतो यावः अदब्नवाम् अदब्नवम् अदब्नवम् तदनन्तरम् आं वा अदब्नो अदब्नु योगः वा अदब्नु वा अदब्नु वा सम्यक् समीचीनम् अस्तु विजयभगिनी विधिलिङ्ग् वदतु विधिलिङ्ग् लकारः आं महोदय नमस्कारः महोदय करोमि नमस्कारः दन्ब इति अत्र दातु सर्वत्र अत्र अनिदितम् अल उपादायाः निति च निति इति सूत्रेण पूर्वं स्थितस्य नकारः उपादायां स्थितस्य नकारस्य लोपः भवति अनन्तरम् अत्र किमस्ति स्वादिभ्यः स्नु इति अस्ति अतः तत्र पूर्वम् एतत् सूत्रमस्ति अनन्तरमेव अनिदितम् अल उपादाया निति इति सूत्रेण नकारस्य लोपः भवति इदानीम् अत्र रूपं भवति अङ्गं भवति दम् दम्नु इति अनन्तरम् अत्र विधिलिङ्गमध्ये सर्वत्र हलादि अपित् अस्ति अतः तत्र दब्नुयाम् इति भवति महोदय समीचीनम् अत्र करपत्रे क्षुब्नादिषु च इति सूत्रमस्ति खलु अत्र कुत्रापि णत्वस्य प्रसङ्गः अत्र एतत् सूत्रेण विशिष्टसूत्रेण दन्तेनकारस्य स्थाने मूर्धन्यनकारः न भवति इति तत्र दत्तम्. तत्तु तद् अग्रे पठतु. अत्र शुभ्नादिषु च शुभ्नादिगणे पठितानां शब्दानां नकारस्य स्थाने नकारः आदेशः न भवति. चुम्ना आतिर्येषां ते चुम्नादयः तेषु चुम्नादिषु चुम्नादिषु सप्तम्यन्तं किमर्थं मा श्रूयते शुभ्नादिषु शुभ्नादिषु सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं रसाभ्यां नोणः समानपदे इत्यस्मात् नः नः इत्यनयोः अनुवृत्तिः ना बा भू पू समि गमि प्यायि वेपाम् इत्यस्मात् न इत्यस्य अनुवृत्तिः तयोर्वावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं शुभ्नादिषु च नः नः न संहितायाम् इति अधिकारे संहितायामिति अधिकारे अपि अत्र सूचयति दन्तेनकारस्य स्थाने मूर्धेन नकारः न भवति इति. अत्र स्पष्टीकरणार्थम् अत्र क्षुप्नादिषु च इति सूत्रम् अपि तत्र वदति दन्तेनकारस्य स्थाने मूर्धेन नकारः आदेशः न भवति इति. अतः तत्र उदाहरणरूपेण दम्ब् इति स्वीकुर्मः चेत् न दम्ब् नास्ति, तत्र दम्ब् नास्ति, त्रिप् इति धातोः विषये अस्ति. अत्र पूर्वं पठितवान् वा न जाने, त्रिप् धातोः विषये, त्रिप् धातुः क्षुब्नादिषु अस्ति इति कृत्वा तत्र तृप्नोति तृप्नोति इत्येव भवति, न तु त्रिप् नोति इति न भवति. अत्र आश्रिक अत्रैव भवति महोदय. आं धन्यवादः. अस्तु समीचीनम्. तर्हि तत्र नत्वनिषेधकसूत्रमस्ति क्षुब्नादिषु च इति. अत्र गणे तस्मिन् गणे इतोपि अन्ये धातवः सन्ति. तत्र एकः धातुः त्रिप् धातुः, त्रिप् धातोः विषये णत्वं न भवति इति तदर्थमिदं सूत्रम् अस्तु. इदानीम् अन्यः अत्र विशिष्टः धातुः अस्ति श्रु श्रवणे इति धातुः. तत्र मीना भगिनी पठति वा? पठामि भगिनि. श्रु धातुः भ्वादिगणे स्थापितः धातुपाठे, किञ्च व्यावहारिकत्वेन स्वादीगणीयः एव. कर्तत्रे सावधातुके परे श्रु धातोः श्रु इति धात्वादेशो भवति. अत्र श्रु धातु इति भ्वादिगणे स्थापितः, तत्र अष्टाध्यायं व्याख्यामि तत्र. परन्तु तत्र किञ्चित् व्यावहारिकत्वेन स्वादीयगणीयः एव, स्वादिगणे एव भवति. कर्तत्रे सार्वधातुके परे श्रु धातोः श्रृ इति धात्वादेशः भवति. इदानीं सूत्रं पठामि वा? आमाम् अवश्यं पठतु. श्रुवः श्रृ च कर्तृके सार्वधातुकप्रत्यये परे श्रु धातोः श्रृ इति धात्वादेशश्च श्रु प्रत्ययः धातुतः विहितश्च. श्रुवः पञ्चम्यन्तं, श्रृ लुप्तप्रथमा प्रथमाकं पदं च अव्ययपदं त्रिपदमिदं सूत्रम्. स्वादिभ्यः श्नुः इत्यस्मात् श्रुः इत्यस्य अनुवृत्तिः. कर्तृशब् इत्यस्मात् कर्तृश इत्यस्य अनुवृत्तिः. सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः. प्रत्ययः प्रश्च इत्यनयोः अधिकारः. धातोः अनेकाचो हलादेः क्रियासमभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं श्रुवः धातोः श्रु च श्नुः प्रत्ययः परश्च कर्तरि सार्वधातुके. अत्र श्रुवः श्रु च इति त्रिपदं सूत्रमस्ति. श्रुवः कर्तृकसार्वधातुक श्रु धातोः श्रु इति धात्वादेश. श्रुवः इति श्रु धातु इत्यस्य शृ इति धात्वादेशः भवति तत्र श्रुवः पञ्चम्यन्तं शृ लुप्तप्रथमा शृ इति प्रथम प्रथमान्तम् अव्ययपदं त्रिपदम् इदं सूत्रं स्वादिभ्यः श्नुः इत्यस्मात् श्नुः श्नुः इत्यस्य अनुवृत्तिः कर्तृशप् इत्यस्मात् कर्तृ इत्यस्य अनुवृत्तिः सार्वदात्के यत् इत्यस्मात् सार्वदात्केस्य आह तत् अनुवृत्तिसहितसूत्रं श्रुवः धातोः श्रुवः धातोः श्रु च श्नुः प्रत्ययः परश्च कर्तरि सार्वदातुके तत्र श्रु इति धातु भवति तत् श्रु इति धातु भवति तत् तत्र श्रु इति साधारणतया आगच्छति भ्वादिगणे शृणोति श्रु परन्तु श्नु प्रत्ययः परे अपि च श्रु धातु श्रु भवति इति उक्तम् इति चिन्तयामि भगिनि श्रुवः श्रु च इति तत्र श्रु धातुः श्रु भवति भ्वादिगणे स्वादिगणे श्रु भवति वा कथं भवति श्रवति भवति वा किं कः प्रश्नः श्रुदातुः श्रु इति आदेशः भवति खलु श्रु इति आदेशः भवति शृणोति आदेशः भवति परन्तु भुवादिगणे भवति वा भुवादिगणे स्थापितः अस्ति अयं धातुः भुवादिगणे स्थापितः इति कृत्वा तत्र श्नु इति प्रत्ययस्य विधानमपि भवति तत्र अस्तु श्रु धातोः श्नु इति यदि अयं धातुः स्वादिगणे स्थापितः चेत् तदानीं श्नु प्रत्ययस्य विधानम् इति वक्तव्यं नास्ति खलु तत्रार्थकसार्वधातुकप्रत्यये परे श्रु धातुतः श्रु इति आदेशः भवति तत्तु यत्र कुत्रापि धातुः भवतु श्रु आदेशः भवति परन्तु तत्र श्नु प्रत्ययस्य विधानम् इति यदि धातुः स्वादिगणे अस्ति तदानीं श्नु प्रत्ययस्य विधानम् इति वक्तव्यं नास्ति नास्ति परन्तु तथापि तत्र भुवादिगणे स्थापितः अस्ति इति कृत्वा अत्र श्नु प्रत्ययस्य विधानमपि अपेक्षितम् अस्तु अस्तु तस्मात् श्रु धातु श्नु प्रत्ययः आगच्छति चेत् श्रु इति धातु आदेशः भवति तादृशमेव किल श्रु धातु श्रु भवति धातु आदेशः स्वीकरोति यदि श्नु प्रत्ययः प्रत्ययः आगच्छति चेत् परन्तु किमर्थं वादिगणे स्थापितमस्ति तदर्थमेव तत्र मातृभिः अत्र उक्तं खलु तत्र व्यवहारिकत्वेन स्वादिगणीयः एव भवेत् इति उक्तं तर्हि किमर्थं किमर्थं तत्र वादिगणे स्थापितम् अयं धातुः इति तत्र विचारणीयं किमर्थं स्थापितम् इति तत्र कः विशेषः इति अत्र इदानीं न स्फुरति तत्र इत्युक्ते तत्र तस्मिन् विषये मया कुत्रापि किमपि न पठितं तत्र किमर्थं तत् तस्मिन् गणे स्थापितम् इत्युक्ते तत्र विशेषः कः इति न दृश्यते विशेषः कः इति अत्र वस्तुतः न दृश्यते तत्र वस्तुतः शप्रत्ययस्य विधानमेव न भवति अतः किमर्थं भवादिगणे स्थापनीयम् इति कृत्वा तत्र प्रायः यु नो अत्र दोषः इति वयं न वदामः परन्तु तत्र दोषः इति भाति तत्र न स्थापनीयम् आसीत् यदि तत्र न स्थापितं स्वादिगणे एव स्थापितं तर्हि श्नु प्रत्ययस्य विधानमपि भवति अनुवृत्तेः आवश्यकता न भवति तत्र पूर्वस्मात् सूत्रात् श्नु प्रत्ययस्य अनुवृत्तिः अपि अत्र स्वीकृतः अस्ति अस्मिन् सूत्रे परन्तु धातुः स्वादिगणे एव स्थापितः चेत् तदानीं श्नु प्रत्ययस्य अपि आवश्यकता न भवति साक्षात् स्वादिभ्यः श्नु इति भवति श्वादिभ्यः श्नु इति एव भवति तत्र दोषः किं दोषः कः अस्ति यदि स्वादिगणे केवलं स्वादिगणे स्थापितमस्ति चेत् न अत्र वस्तुतः स्वादिगणे एव स्थापनीयम् आसीत् परन्तु भुवादिगणे स्थापितम् अस्ति इति तत्र दोषः अस्ति. भुवादिगणे न स्थापनीयम् अस्ति. भुवादिगणे स्थापितम् इति कृत्वा तत्र सूत्रं सूत्रे अनुवृत्तेः अपेक्षा अस्ति. श्नु प्रत्ययः इत्यस्य अनुवृत्तिः अपेक्षिता अस्ति. यदि धातुः स्वादिगणे एव स्थापितः तर्हि श्नु इति अनुवृत्तेः आवश्यकता नास्ति. साक्षात् विधानं भवति स्वादिभ्यः स्नु इत्यनेन. अस्तु अस्तु समीचीनम्. तर्हि अत्र धात्वादेशः भवति, श्नु प्रत्ययस्य विधानमपि भवति. श्नु प्रत्ययस्य विधानमपि भवति. कर्तरि शप् इति सूत्रं प्रबाद्य अत्र शुभः शुच इति सूत्रेण श्रु आदेशः भवति, श्नु प्रत्ययस्य विधानमपि भवति. अस्तु तर्हि धन्यवादः भगिनी. इदानीं तत्र उमा भगिनी वदति वा लटि रूपाणि. वदतु वदतु. न शृणोतु इति परस्मैपदि धातुः अस्ति. परस्मैपदि भगिनि. शृणुवः शृण्वः शृणुमः शृण्मः इति रूपद्वयम्. अत्र धातुः अजन्तधातुः इति कृत्वा रूपद्वयम् आयाति. समीचीनम् अस्तु धन्यवादः. इदानीं सूर्यकुमारी भगिनी लोटि. भगिनि अङ्गमस्ति शृणु लोट्लकार. शृणोतु शृणुतात् शृणुताम् शृण्वन्तु. अत्र श्रु इति न तत्र श्रु इति न श्रोतव्यं. तत्र श्रु इति न वक्तव्यं. तत्र शृणोतु शृणोतु शृणुतां शृण्वन्तु. भगिनि शृणुतात् तत्र हि लोपः भवति. शृणु शृणुतात् शृणुतं शृणुत शृण्वाणि शृणुवाणि. न पुनः वदतु उत्तमपुरुषे. शृणुयोगः आनी प्रथमं गुण भवति शृणो भवति शृणो भवति. शृणो योगः आनी अवादेश भवति शृणवाणि. शृणुवाव शृणुवाम. नु नु इति किमर्थं वदति शृणु शृणु योगः आनी. अत्र प्रक्रिया कथमस्ति इति वदतु. शृणु योगः आनी पित् प्रत्ययः अस्ति. शृणो योगः आनी यचोयावः औ आदेश भवति शृणवाणि भवति. शृणवाणि न तु वाणि. शृणवाणि शृणवाणि शृणवाव शृणवाम. अस्तु सम्यक्. अस्तु तर्हि लङ्लकारः अनिमभगिनी वदति वा लङ्लकारः. आं भगिनि श्रूयते किम्? आमां श्रूयते. अशृणोत् अशृणुताम् अशृण्वन् अशृणोः अशृणुतम् अशृणुत अशृण्वम् अशृणुव अशृण्व अशृणुम अशृण्म. अस्तु सम्यक्. अस्तु तर्हि तत्र विजयलक्ष्मीपद्मी विधिलिङ्गकारः वदतु. अस्ति वा भगिनि? आं भगिनि, म्यूट् न अकृत्वा उक्तवती आसम्. अस्तु, इदानीं म्यूट् कृत्वा वदतु. अन्म्यूट् कृत्वा अन्म्यूट् कृत्वा वदतु. लिङ्लकारः शृणुयात् शृणुयाताम् शृणुयुः शृणुयाः शृणुयातं शृणुयात शृणुयां शृणुयाव शृणुयाम. सम्यक्, समीचीनम् इति तत्र स्वादिगणीयपाठः. सम्यक् अस्ति भगिनि, समीचीनं सम्यक् अस्ति. तर्हि इति स्वादिगणे समग्रतिङ्सम्बद्धसार्वधातुकप्रकरणचिन्तनं समाप्तं. परस्मैपदे केवलं धातुद्वयं ज्ञातव्यम्. अजन्तधातुः छि, हलन्तधातुः शक्. आत्मनेपदी अजन्तधातुः छि, हलन्तधातुः अश्. अनेन सर्वेषां त्रिंशतः धातूनां सार्वधातुकलकाररूपाणि ज्ञातानि भवन्ति इति तत्र स्वादिगणः इति विषयः समाप्तः अस्ति. अत्र कोऽपि प्रश्नः अस्ति वा? अस्तु, तर्हि अत्र ततः अग्रे गन्तुं शक्नुमः. तनादिगणः इति इदानीं नूतनः विषयः अस्ति. अस्तु, विजयलक्ष्मीभगिनी आरम्भं करोतु. तनादिगणः तत्र लघुपाठः, दशधातवः एव सन्ति. तनादिगणे दशधातवः सन्ति. अत्र तेषां सार्वधातुकलकाराणां तिङन्तरूपाणि परिशीलनीयानि. तनादिगणीयेभ्यः धातुभ्यः कर्तर्थके सार्वधातुकप्रत्यये परे कर्तरि शप् इति सूत्रेण शप् विधीयते. तदा शपं प्रबाध्य तनादिकृङ्भ्यः उः इति सूत्रेण उ विकरणप्रत्ययः विहितः भवति. अयम् उ प्रत्ययः कीदृशः? तिङ् षित् सार्वधातुकम् इति सूत्रेण यः प्रत्ययः धातुभ्यः विहितः अपि च तिङ् वा षित् वा अस्ति सः सार्वधातुकप्रत्ययः. यः कोऽपि प्रत्ययः धातुभ्यः विहितः परन्तु तिङ् षित् नास्ति सः प्रत्ययः आर्धधातु धातुकं शेषः इति सूत्रेण आर्धधातुकप्रत्ययः भवति. तर्हि उ प्रत्ययः धातुभ्यः विहितः अपि च तिङ्क्षित् नास्ति इति कारणतः आर्धधातुकप्रत्ययः अयम्. दशसु गणेषु तनादिगणः एक एव गणः यस्मिन् विकरणप्रत्ययः आर्धधातुकम्. तनादिगणे केवलं दशधातवः सन्ति. अत्र कर्तरि शप् इत्यनेन विकरणप्रत्ययः विधीयते. तत् प्रबाध्य तनादि गणीय धातूनां तनादिकृङ्भ्यः उः इति सूत्रेण शपं प्रबाध्य उः इति विकरणप्रत्ययः विहितः भवति. उ प्रत्ययः तिङ्क्षित् सार्वधातुकम् इति सूत्रेण तिङ् अपि नास्ति षित् अपि नास्ति इति कृत्वा उ इति प्रत्यय विकरणप्रत्ययः आर्धधातुकः भवति. आर्धधातुकं शेषः इति सूत्रेण उ प्रत्ययः एकः एव प्रत्ययः यः दशसु गणेषु आर्धधातुकप्रत्ययः उः इति उप्रत्ययः केवलम् अस्ति इति अत्र अस्ति, तावदेव. अन्येषु गणेषु सार्वधातुकप्रत्ययाः विहितः भवन्ति. समीचीनं, सम्यक्, बहु सम्यक् भगिनी, धन्यवादः. इति तत्र तु इत्युक्ते सर्वत्र कर्तरि शप् इत्यस्य प्रसङ्गः भवति. यतोहि शप्र कर्तरि शप् इति सूत्रे तु गणस्य उल्लेखः नास्ति इति स्मर्तव्यं. वादिगणे एव भवति इति नास्ति. यस्मिन् कस्मिन्नपि गणः भवतु नाम कर्तरिषप् इति सूत्रस्य प्रसङ्गः भवति, परन्तु तत्तद्गणीय सूत्रं यदस्ति तेन सूत्रेण कर्तरिषप् इति सूत्रं तस्य बाधा भवति. इदानीं तनादिकृण्भ्यः उः इति सूत्रेण उ इति विकरणप्रत्ययः विधीयते. अयम् उ इति प्रत्ययः तिङ्क्षित् भिन्नः इति कृत्वा आर्धधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञकः भवति. आर्धधातुकसंज्ञकः अस्ति चेत् तत्र कः विशेषः वदतु? आर्धधातुकः अस्ति चेत् तत्र गुणः भवति, सिचुवेशन् सन्ति चेत् भवति. यतोहि अपित् इत्यस्य तत्र प्रसङ्गः एव नास्ति. तावदेव खलु भगिनि? आम्, सत्यं सत्यं, समीचीनम्. आर्धधातुकप्रत्ययः अस्ति चेत् तत्र सार्वधातुक आर्धधातुकयोः इत्यस्य प्रसङ्गः भवति, पुगन्तलघुपदस्य च इत्यस्य प्रसङ्गः भवति. प्रत्ययः इडागम अपि भवति न वा? इडागम, इडागमस्य प्रसङ्गः आर्धधातुकप्रत्ययः अस्ति चेत् सामान्यतया इडागमः भवति, परन्तु अत्र प्रत्ययः इडागमः कदा भवति आर्धधातुकप्रत्ययस्य विषये? दाति न इडानुकूलः अस्ति चेत्. धातुः इडानुकूलः भवेत्, अपि च प्रत्ययः कीदृशः भवेत्? कृत् न, अत्र प्रत्ययः वलादिः भवेत् खलु, वलादिप्रत्ययः भवेत्. अत्र तु वलादिः उ इति प्रत्ययः वलादिः नास्ति खलु, इति कृत्वा इडागमस्य चिन्तनं न भवति. परन्तु आर्धधातुकप्रत्यये परे विकरणप्रत्ययः नास्ति किल? मास्तु, तत्र साधारणतया आर्धधातुकप्रत्यये आर्धधातुकप्रत्यये परे किं विकरणप्रत्ययः न आगच्छति किल साधारण पद. परन्तु अत्र उ इति विकरणप्रत्ययः अपि च आर्धधातुकप्रत्ययः इति तत्र विशेषः अस्ति. सामान्यतया आर्धधातुकप्रत्ययस्य विकरणत्वं नास्ति, यतोहि ये ये प्रत्ययाः अस्माभिः एतावत् दृष्टाः विकरणप्रत्ययरूपेण, ते सर्वे अपि तत्र शितः सन्ति खलु. कर्तरि शप् शप् इति अस्ति, तदनन्तरं किं दिवादिभ्यः श्यन्, स्वादिभ्यः श्नु, किं ऋदादिभ्यः श्नम्, अनन्तरं क्रयादिभ्यः श्ना, चुरादिगणे अपि शप्. एते सर्वे शितः इति कृत्वा सार्वधातुकप्रत्ययः, केवलं तनादिगणे उ इति प्रत्ययः आर्धधातुकप्रत्ययः. अस्तु अस्तु, तर्हि इति तत्र तनादिगणे तत्र विशेषः वर्तते. अस्तु, अग्रे गच्छामः. इदानीम् अग्रे शोभा भगिनी पठति वा तनादिकृण्भ्यः उः? आं भगिनि, तनादिकृण्भ्यः उः, तनादिगणे स्थितेभ्यः धातुभ्यः कृ धातुतश्च उ प्रत्ययः भवति. कर्तृर्थके सार्वधातुके सार्वधातुकप्रत्यये परे तन् आदिर्येषां ते तनादयः इति बहुव्रीहिः. तनादयश्च कृण् च तेषाम् इतरेतरद्वन्द्वः तनादि कृण् कृण्यः तेभ्यः तनादि कृभ्यः तनादि कृभ्यः पञ्चम्यन्तम् उः प्रथमान्तं द्विपदमिदं सूत्रं कर्तरि शप् इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः, सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः, प्रत्ययः परश्च इत्यनयोः अधिकारः, धातोरेकाचो हलादेः क्रियासमभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं तनादिकृभ्यः धातुभ्यः उः प्रत्ययः परश्च कर्तरि सार्वधातुके. अस्तु, तनादिगणे स्थितेभ्यः धातुभ्यः कृ धातुः च उ प्रत्ययः. तत्र तनादि इति तनादिगणीय धातुभ्यः अपि च कृ इति धातुः तस्य च उ इति प्रत्ययः भवति, उ इति अर्धधातुकप्रत्ययः, एकत्र एव दशसु गणेषु एकत्र एव भवति, तनादिगणे एव भवति अर्धधातुकप्रत्ययः, नो चेत् सर्वत्र षित् प्रत्ययाः भवन्ति, सार्वधातुकप्रत्ययाः विकरणप्रत्ययाः भवन्ति. अपि च तत्र कर्त्रर्थके सार्वधातुके प्रत्यये परे अयम् उ इति अर्धधातुकप्रत्ययः भवति तनादिगणीयधातूनां कृते. तत्र तनादिगणः इत्युक्ते तन् इति आरभ्य अन्ये किं तत्र धातवः सन्ति ते तनादिगणीयधातवः इति उच्यन्ते. अपि च तनादयः च कृणि च तेषाम् इतरेतरद्वन्द्वः, तत्र तनादयः इति बहुव्रीहिः भवति, तनादिः येषां ते तनादयः ते इति, अपि च तनादयः च कृणि च इति तत्र इतरेतरद्वन्द्वसमासः तनादिकृयः इति, तदनन्तरं तनादिकृभ्यः इति भवति. तदनन्तरं तत्र कर्तरिषप् इत्यनेन तु सर्वत्र इत्यस्मात् तत्र अनुवृत्तिः स्वीकृतम् अस्ति कर्तरि इति. सार्वधातुके यक् इत्यनेन सार्वधातुके इति स्वीकृतम्. अधिकारः प्रत्ययः अपि च परः परश्च इत्यनयोः द्वयोः अधिकारः अस्ति. अपि च धातोरेकाचो हलादेः क्रियासमभिहारे यङ् इति सूत्रेण धातोः इति स्वीकृतम् अधिकारः स्वीकृतः अस्ति. अन्ते तत्र तनादिकृभ्यः धातुभ्यः उः प्रत्ययः परश्च कर्तरि सर्वधातुके. तनादिकृभ्यः धातुभ्यः इति विशेषविशेषणं भवति षष्टिविभक्तिः. उः इति प्रथमान्तं भवति, उः प्रत्ययः इति भवति तत्र, पुनः उः प्रत्ययः परश्च कर्तरि पञ्चमी तनादिभ्यः तस्मात् धातुभ्यः तस्मात् इति तस्मात् इत्युक्ते तत्र किं भवति तस्मात् तेषां धातुभ्यः उः इति प्रत्ययः उः प्रत्ययः प्रथमविभक्तिः तत्र उः प्रत्ययः इति परश्च कर्तरि सार्वधातुके परः च कर्तरि सार्वधातुके इति तत्र सप्तमी निमित्तम् अस्ति कर्तरि भवेत् अपि च सार्वधातुके प्रत्यये परे इति. अत्र सूत्रे किमपि विशेषः दृश्यते वा सूत्रे तनादिकृभ्यः उः इत्यत्र वा भगिनि? विशेषः इत्युक्ते तत्र केवलं न तनादिगणे कृ इति धातुः अपि स्वीकृतम् अस्ति तत्र विशेषतया. कृ इति धातुः कस्मिन् गणे अस्ति? कृ इति तु भ्वादिगणे अस्ति धातुः, भ्वादिगणे कथं तनादिगणे एव अस्ति तनोदि क्षम्यता तनोदि तनादिगणे एव अस्ति कृ इति धातुः. किमर्थं कृ इति स्वीकृतं पुनः इति, तनादिगणे एव अस्ति चेत् किं तत्र यतोहि तत्र क्रूधातोः कृते उ इत्यस्य आवश्यकता भवति, किन्तु तनादिगणि एव अस्ति चेत् अस्तु किमर्थं स्वीकृतम्? अस्तु समीचीनं समीचीनं समीचीनम्. इदानीं पश्यामः तदेव इदानीं पश्यामः. तत्र उमा भगिनी अग्रे पठतु. अस्तु सूर्यकुमारी भगिनी अग्रे पठतु. ओ अस्तु उमा भगिनी पठन्ती अस्ति. अस्तु उच्चैः पठतु. धातुः अनादिगणे एव पठितः इत्यस्मात् किमर्थं पुनः उक्तं यत् धातुतः भूविकरणं भवति द्विवारं पतनेन नियमयति यत् द्विधातोः प्रत्ययः किन्तु अन्ये तनादिगणीयः विधयः द्विधातुः न घटाः द्विवारं पतनेन नियमः कृतः अध्यारोपिता यत् ऊप्रत्ययस्य एव विधानम् एतद् अर्थमेव एतदर्थमेव तनादिगणे स्थापितः अन्ये तनादिगणीयः विषयः कृधातः न भवति अत्र दत्तं कृधातु किमर्थं पुनः उक्तम् अत्र द्विवारं वदनेन वक्तव्यं द्विवारं वक्तव्यं भूप्रत्ययः अस्ति भूप्रत्ययः एव ज्ञानम् एतत् अन्ये तनादिगणे अन्ये दातवः कृदातः न भवति अहं किं सम्यक् न अवगतम् इत्युक्ते तत्र अत्र तनादिकृन्भ्यः उः इति सूत्रे अत्र अन्येषु सूत्रेषु विकरणप्रत्ययविधानार्थम् अन्यानि यानि सूत्राणि सन्ति तत्र तु स्वादिभ्यः श्नुः अपि च दिवादिभ्यः श्यन् रुदादिभ्यः श्नम् इति तथा उक्तम् अत्र तनादिभ्यः उः इति वक्तव्यं परन्तु तनादिकृन्भ्यः उः इति किमर्थम् उक्तम् इति प्रश्नः क्रिया इति धातुः तु तनादिगणे एव अस्ति अतः तनादि इति वदति चेत् क्रिया इत्यस्य अपि ग्रहणं भवति परन्तु विशेषतया किमर्थं क्रिया इति उक्तम् इति चेत् तत्र कृधातोः तनादिगणे अस्ति इति कृत्वा तत्र उ इति विकरणप्रत्ययः तु भवति तत्र क्लेशः नास्ति उ विकरणप्रत्ययः कृधातुतः भवति यथा अन्ये धातवः तनादिगणे सन्ति तथैव कृधातुतः अपि उ इति प्रत्ययः भवति परन्तु तनादिगणे अन्ये ये विशेष अन्यविशिष्टकार्याणि यानि सन्ति अन्येषां धातूनां कृते तादृशकार्याणि कृधातोः विषये न भवति कृधातोः धातुः विशेषः वर्तते तनादिकृन्भ्यः उः इति वदनेन कृधातुः विशेषः इति वक्तुम् इच्छति पाणिनिः तदर्थं पुनः क्रिया इति तत्र उक्तमस्ति कृधातोः विषये विशेषः कः इति अग्रे करपत्रस्य अन्ते वयं पश्यामः अस्तु समीचीनं तर्हि इदानीम् अग्रे गच्छामः तर्हि अग्रे विजया भगिनी पठतु आं महोदय पठतु आम् कृधातुः तनादिगणे एव पठितः इति अस्मात् विकर्णप्रत्ययः आर्द्रधातुकः लकारः सार्वधातुकः इत्यनेन समस्या अस्ति वा ऊ विकरणप्रत्ययस्य आर्द्रधातुकत्वात् तनादिगणीयेषु तिगन्तरूपेषु कीदृशः प्रभावः इति काचन प्रमुखा जिज्ञासा अत्र अस्माकं विषयः सार्वधातुकलकाराः लट् लोट् लङ् विधिलिङ्ग् यत्र विकरणप्रत्ययः आर्द्रधातुकं तत्र लकारः कथं वा सार्वधातुकः भवेत् यथा प्रत्ययः तथा लकारः किल अयं सामान्यप्रश्नः जनानां वस्तुतः विकर्णप्रत्ययः कीदृशः अपि भवतु नाम लकारः सार्वधातुको वा अर्धधातुको वा इति प्रश्नः च विकर्णप्रत्ययस्य स्वभावः च अनयोः द्वयोः वार्तयोः न कोऽपि सम्पर्कः उ इति विकर्णप्रत्ययम् अस्ति अत्र कृधातोः उकारः अत उत सार्वधातुके एतत् अनन्तरम् अत्र तनादिभ्यः तनादिकृञ्जुभ्यः उः एतदपि तनादिगणे स्थितस्य उकार विकर्णप्रत्ययस्य आर्धधातुकत्वात् सार्वधातुकम् इत्युक्ते लट् लोट् लङ् विधिलिङ्ग् इति अस्ति चेच आर्धधातुकत्वात् तनादिगणेषु तिगन्तरूपेषु कीदृशः प्रभावः इति काचन प्रमुखः विन्यासः अत्र आर्धधातुकत्वात् किमर्थं चेत् अत्र सार्वधातुकम् इति स्वीकुर्मः चेत् अत्र लट् लोट् लङ् विधिलिङ्ग् मध्ये एव कर्तरिशप् इति भवति आर्धधातुकत्वात् अत्र एतत् कर्तरिशप् प्रभाद्य एव अत्र विकर्णप्रत्ययः भवति इति वयं जानीमः इदानीम् अस्माकं विषयः किम् अस्ति चेत् सार्वधातुकलकारः लट् लोट् लङ् विधिलिङ्ग् विकर्णप्रत्ययः आर्धधातुकं तत्र लकारः कथं वा सार्वधातुकः भवेत् यथा प्रत्ययः तत्र लकारः किल अत्र लकारविषये दशलकारः अस्ति अत्र सन्ति चत्वारः तु सार्वधातुकः शेषः तु अर्धधातुकः इदानीम् अत्र साधारणप्रश्नः उदेति किम् अस्ति चेत् विकर्णप्रत्ययः कीर्दिशः अपि भवति परन्तु सार्वधातुकः वा अर्धधातुकः वा इति प्रश्नः अत्र विकर्णप्रत्यय स्वीकुर्मः चेत् अत्र स्वभावः किम् अस्ति एतत् विषये अत्र इदानीं स्यतासि दृल् लुटोः इति स्वीकुर्मः चेत् अत्र अर्धधातुकस्य विशेषः अत्र सूत्रं तिष्ठति एतत् सर्वाणि अर्धधातुकप्रत्ययविषये कर्तरि शप् प्रभाद्य एव कार्यं कुर्मः अग्रे पठामि वा महोदय न न एकक्षणम् अत्र प्रश्नः कः उत्तरं किं सर्वैः बुद्धं वा इति एकवारं पश्यामः अस्तु धन्यवादः भगिनि तर्हि अत्र अन्येषु गणेषु सर्वत्र वयं पश्यामः चेत् विकर्णप्रत्ययः सार्वधातुकप्रत्ययः अस्ति केवलम् अस्मिन् गणे उ इति विकर्णप्रत्ययः स्थापितः पाणिनिना तर्हि प्रश्नः भवति किमर्थम् उ इति प्रत्ययः विशेषतया अत्र स्थापितः अस्ति तत्र सार्वधातुकप्रत्ययः यथा अन्यत्र स्थापितं तथैव अत्रापि सार्वधातुकप्रत्ययः एव भवतु नाम किमर्थम् आर्धधातुकप्रत्ययः आर्धधातुकप्रत्ययेन अत्र विशेषप्रभावः भवति वा इति सर्वेषां जिज्ञासा भवति अत्र सार्वधातुकलकारः इति वयं वदामः चेत् तत्र सार्वधातुकप्रत्ययः एव भवेत् खलु आर्धधातुकप्रत्ययः किमर्थम् इति प्रश्नः भवति परन्तु वस्तुतः तु लकारः यः कोऽपि भवतु नाम परन्तु प्रत्ययः विकरणप्रत्ययस्य निमित्तं किम् इति वयं पश्यामः चेत् कर्तरार्थक सार्वधातुकप्रत्ययः परः अस्ति चेत् विकर्णप्रत्ययस्य विधानं भवति तर्हि तत्र लकारः सार्वधातुकलकारः लकारस्य स्थाने अपि तिङ्प्रत्ययाः आयान्ति तर्हि तादृशतिङ्प्रत्ययः कर्तरार्थे अपि च सार्वधातुकप्रत्ययः प्रत्ययाः सन्ति चेत् तादृशप्रत्ययान् आश्रित्य विकर्णप्रत्ययस्य विधानं भवति विकर्णप्रत्ययः यः कोऽपि प्रत्ययः भवतु नाम सार्वधातुकः वा अर्धधातुकः वा तस्य लकारेण सह न कोऽपि सम्बन्धः इति तत्र वार्ता अस्ति लकारः यः कोऽपि भवतु नाम तत्र लकारस्य स्थाने तिङ्प्रत्ययाः आयान्ति तिङ्प्रत्ययाः कर्त्रार्थे कर्मार्थे भावार्थे भवन्ति यदि तिङ्प्रत्ययः कर्त्रार्थे विवक्षा अस्ति तिङ्प्रत्ययानां तदानीं तत्र विकरणप्रत्ययस्य विधानं भवति सः विकरणप्रत्ययः यः कोऽपि प्रत्ययः भवितुम् अर्हति षित् अस्ति चेत् सार्वधातुकप्रत्ययः यदि षित् नास्ति तर्हि आर्धधातुकप्रत्ययः भवति तदेव अत्र उक्तमस्ति लकारः सार्वधातुकः चेत् विकर्णप्रत्ययः अपि सार्वधातुकः एव भवेत् इति तत्र न कोऽपि सम्बन्धः विकर्णप्रत्ययः यः कोऽपि प्रत्ययः भवितुम् अर्हति अस्तु तर्हि अग्रे सूर्यकुमारी भगिनी अग्रे पठति वा महोदय एतत् विषये वार्तिकम् उक्तवती खलु किम् अस्ति अत्र किं वार्तिकं मया वार्तिकं न उक्तम् अत्र आर्धधातुक सार्वधातुको इति विषये किं किमपि नूतनतया एतत् किमपि उक्तमेव न अत्र अत्र लकारस्य स्थाने ये तिबादयः भवन्ति ते तिबादयः कर्त्रार्थे भवन्ति कर्मार्थे भवन्ति भावार्थे भवन्ति यदि कर्त्रार्थे इति विवक्षा वर्तते तदानीं तत्र विकरणप्रत्ययस्य विधानं भवति विकरणप्रत्ययः सार्वधातुकप्रत्ययम् आश्रित्य भवति सः विकरणप्रत्ययः यः कोऽपि प्रत्ययः भवतु, सार्वधातुकः वा अर्धधातुकः वा, तत् तस्य तु लकारेण सह न कोऽपि सम्बन्धः, तावदेव, अन्यत् किमपि नास्ति. अस्तु अस्तु महोदय. तर्हि सार्वधातुकलकारः नामकः यत्र तिङन्तपदस्य निर्माणक्रमे प्रक्रियायां धातूनां कर्तार्थक कर्तार्थक सार्वधातुकप्रत्ययः साक्षात् दृश्यते साक्षात् पुरतः. तत्र कर्तृ सेप् इति सूत्रेण सेप् विधीयते. यत्र कर्तृ सेप् इत्यस्य प्रसक्तिः तत्र सार्वधातुकलकारः इत्युच्यते. सार्वधातुकलकारः नाम कः इति प्रश्न उदेति. यत्र तिनन्तप्रत्यय तिनन्तपदस्य निर्माणक्रमे प्रक्रियाणां कर्तार्थकसार्वधातुकप्रत्ययः साक्षात् दृश्यते. तत्र कर्तृ सेप् इत्यनेन गणसम्बन्धविकरणप्रत्यय आयाति. यत्र कर्तृ प्रसक्तिः अस्ति तत्र सार्वधातुकलकारः इति उच्यते. अग्रे अग्रे पठामि वा भगिनि? अग्रे पठतु. कर्तृ सेप् किं वदति? कर्तार्धके सार्वधातुकप्रत्यये परे धातुतः सेप् विहितः भवति. यथा भूयोगः ति, तत्र कर्तृ सेप् इत्यनेन भूयोगः सेप् योगः ति. अत्र भूधातु साक्षात् ति प्रत्ययं पश्यति. ति सार्वधातुकः अस्ति, अतः कर्तृ सेप् इति सूत्रस्य प्रसक्तिः अस्ति. अपरेषु गणेषु सेपं प्रपाद्य अन्यैः सूत्रैः अन्यैः विकरणप्रत्ययाः विहिताः. तेषु गणेषु अपि धातोः अग्रे सार्वधातुक तिन् प्रत्ययः साक्षात् दृश्यते चेदेव तत् गणस्य विकरणप्रत्ययः विधीयते. द्वादौ सेप् दिवादौ स्त्यन् तदादौ स तनादौ उ गणमनुसृत्य धातोः अग्रे सार्वधातुक तिङ् प्रत्यय साक्षात् दृश्यते चेत् विकरणं विधीयते. पुनः तदेव उक्तं यत्र धातुतः सार्वधातुकप्रत्यय आयाति तत्र साक्षात् धातुतः सार्वधातुकप्रत्यय अस्ति चेत् साक्षात् पश्यति धातु धातुः साक्षात् तिङ् प्रत्ययं पश्यति. कारणेन एव कर्तृ सेप् इति सूत्रस्य प्रसक्तिः. यत्र सार्वधातुकप्रत्ययः नास्ति तत्र कर्तृ सेप् प्रसक्तिः एव नास्ति. गणविवक्षया कर्तृ सेप् इति सूत्रेण तद्गणस्य विकरणप्रत्ययः आयाति. सार्वधातुकप्रत्यये परे अस्ति चेदेव उदाहरणमस्ति द्वादौ सेप् दिवादौ स्यन् तुदादौ स तनादौ उ इत्यादिः. तदेव भगिनि. आमाम्, इत्युक्ते तत्र सार्वधातुकलकारः इति पाणिनिना तथा न उक्त तत्र पाणिनेः सूत्रेषु सार्वधातुकलकारः आर्धधातुकलकारः इति व्यवहारः नास्ति, परन्तु लोके तु एतादृशव्यवहारः अस्ति. सार्वधातुकलकारः आर्धधातुकलकारः इति व्यवहारः अस्ति. सार्वधातुकलकारः इति कदा वदामः? यदा तत्र धातोः साक्षात् अनन्तरं तिङ् प्रत्ययः अस्ति, तर्हि इत्युक्ते प्रथमतया लकारस्य स्थाने यदा तिङ् प्रत्ययः आगच्छन्ति तदानीं धातुतः तिङ् प्रत्ययाः साक्षात् भवन्ति, तत्र मध्ये अन्यत् किमपि नास्ति. एतादृशपरिस्थितौ धातुतः यः यदा तिङ् प्रत्ययाः सन्ति तदानीं तत्र विकरणप्रत्ययस्य विधानं भवति. आदौ कर्तरि शप् इत्यस्य विधानं भवति, अन्यगणे अस्ति, अन्यगणे धातवः सन्ति चेत् तदानीं शपं प्रबाद्य अन्यविकरणप्रत्ययाः अपि आगच्छन्ति इति. एतादृशी परिस्थितिः केषु लकारेषु भवति इति चेत् लट्लकारे, लोट्लकारे, लङ्लकारे, विधिलिङ्लकारे, एतेषु लकारेषु एतादृशी परिस्थितिः अस्ति. परन्तु वयं लृट्लकारे, लृङ्लकारे, लुट्लकारे वयं पश्यामः चेत् तत्र स्यतासि लृलुटोः इति सूत्रमस्ति. तेन सूत्रेण तत्र प्रथमतया विकरणप्रत्ययस्य विधानं भवति, तत्पश्चादेव तिङ्प्रत्ययस्य विधानं भवति. तत्र इदानीं पट् धातुः अस्ति इति चेत् पट् योगः लृट्लकारः. इदानीं लृट्लकारं निमित्य आदौ तत्र स्य इति विकरणप्रत्ययः आयाति, पट् योगः स्य योगः लृट्, इदानीं तत्र तिङ्प्रत्ययः आयाति. तर्हि धातुः तिङ्प्रत्ययं साक्षात् न दृश्यते, यतोहि मध्ये तत्र व्यवधानम् अस्ति. स्य इति प्रत्ययः प्रथमतया आगतः, तदनन्तरं तत्र तिङ्प्रत्ययः आयाति, अतः धातुः अपि तिङ्प्रत्ययः अनयोः मध्ये व्यवधानम् अस्ति. अतः तादृशलकारः आर्धधातुकलकारः इति वयं वदामः. एवमेव तत्र लृट्लकारे, लृङ्लकारे, लुट्लकारे अपि मध्ये विकरणप्रत्ययः आयाति. लृट्लकारे, लृङ्लकारे स्य इति विकरणप्रत्ययः, लुट्लकारे तास् इति विकरणप्रत्ययः आयाति इति कृत्वा तत्र लृट्, लृङ् लुट् इति लकाराः आर्धधातुकलकाराः. एवं तत्र लिट् लिट्लकारः आशीर्लिङ्लकारः अपवादत्वेन तत्र आर्धधातुकलकारः, आर्धधातुकलकारौ स्तः. लिट्लकारे लिङ्गाशिशि न किमस्ति लिङ्गाशिशि, लिङ्गाशिशि इत्यनेन तत्र आशीर्लिङ्लकारः आर्धधातुकलकारः भवति. लिच्च इति सूत्रं खलु, लिच्च इति सूत्रेण लिट्लकारः आर्धधातुकः भवति इति कृत्वा तत्र आहत्य एते लकाराः आर्धधातुकलकाराः, लृट्, लृङ् लृट्, लृङ् लुट्, आशीर्लिङ्, लिट्, अपि च लुङ् लकारः. लुङ् लकारे अपि वयं पश्यामः चेत् लुङ् लकारे अत्र चिलि इति विकरणप्रत्ययः आयाति, मध्ये विकरणप्रत्ययः. लुङ् लकारम् आश्रित्य चिलि लुङ्गि इत्यनेन लुङ् लकारम् आश्रित्य चिलि इति विकरणप्रत्ययः मध्ये आयाति इति कृत्वा तत्रापि व्यवधानम् अस्ति. धातुः तिङ्प्रत्ययं साक्षात् न पश्यति इति कृत्वा तत्र विकरणप्रत्ययस्य विधानं न भवति. अतः सार्वधातुकलकारेषु एव धातुः तिङ्प्रत्ययं साक्षात् पश्यति इति कृत्वा तत्र विकरणप्रत्ययस्य विधानस्य अवकाशः भवति. साक्षात् पश्यति इत्युक्ते किं? तत्र प्रत्ययः सार्वधातुकप्रत्ययः कर्त्रार्थे अस्ति, सार्वधातुकप्रत्ययः अपि अस्ति इति चेत् तत्र मध्ये विकरणप्रत्ययस्य विधानं भवति. तदानीमेव धातुः तिङ्प्रत्ययं साक्षात् द्रष्टुं शक्नोति एतादृशप्रसङ्गेषु, इत्युक्ते लट् लकारे, लोट् लकारे, लङ् लकारे, विधिलिङ् लकारे इति कृत्वा एते लकाराः सार्वधातुकलकाराः इति वयं वदामः. अवगतं वा भगिनि? आम्, अस्तु, समीचीनं. तर्हि धन्यवादः. इदानीम् अग्रे किं मीना भगिनी अग्रे पठतु. आं भगिनि, भ्वादौ भू योगः ति, दिवादौ नश् योगः ति, तुदादौ लिक् योगः ति. यदा सार्वधातुकतिङ् साक्षात् दृश्यते तदा विकरण विधीयते, अतः सार्वधातुकलकारः. लट्लोट्लङ् विधिलिङ् इत्येषु चतुर्षु लकारेषु एवं रीत्या धातु तिङ्प्रत्ययोः मध्ये विकरणप्रत्ययः विहितः. तत्र विकरणभेदात् गणभेदः. अतः एतु चतुर्षु लकारेषु कस्यचित् धातोः तिङन्तरूपं ज्ञेयं चेत् स तु धातुः कस्मिन् गणे अस्ति इति अवश्यं बोध्यम्. तत्र भुवादिगणे, दिवादिगणे, तुदादिगणे अपि च दिवादि तुदादि त्रिगणेषु एव वा तत्र सार्वधातुक तिङ्प्रत्ययः दृश्यते. सो भूयोगः ति, ति इति सार्वधातुकप्रत्ययः तिङ्प्रत्ययः अस्ति. तत्र तुदादिगणे लिक् तत्र योगः ति तुदादिगणे अस्ति. तत्र सार्वधातुक तिङ्प्रत्ययः धातुतः विहितमस्ति. धातु पश्यति, तिङ्प्रत्ययः पश्यति. तदा यदा विकरण विधीयते, अतः यदा सार्वधातुकसाक्षात् दृश्यते तदा विकरणं विधीयते. यदा धातुतः तिङ् प्रत्ययः धातु तिङ्प्रत्ययः पश्यति चेत् तदा विक्रण विधीयते, ततः सार्वधातुक लकारः इति उच्यते. लट्लोट् लङ् विधिलिङ् इत्येषु चतुर्षु लकारेषु एव धातुतः तिङ्प्रत्ययः मध्ये विक्रणप्रत्ययः विहितः. धातुतः सार्वधातुक तिङ्प्रत्ययः आगच्छति, दृश्यति तस्मात् कारणात् विक्रणप्रत्ययः आगच्छति, अतः सार्वधातुक लकारः इति उच्यते. तत्र लट्लोट् लङ् विधिषु एतादृशं भवति, धातु तिङ्प्रत्ययोः मध्ये विकरणप्रत्ययः आगच्छति. तत्र तस्मात् गणभेदः अस्ति, विकरणप्रत्ययः आगच्छति चेत् धातु दशगणेषु सन्ति, तस्मात् गणभेदः आगच्छति तत्र. परन्तु तत्र सार्वधातुकप्रत्यये कर्तरि शप् इत्येव प्रथमम् आगच्छति. तत् प्रभात्य किमपि गणे धातु अस्ति चेत् तत्र विकरणभेदात् तत्र गणभेदः अपि आगच्छति. अतः येषु चतुर्षु लकारेषु कस्यचित् धातोः तिङन्तरूपं ज्ञानेयं चेत् इति वयं जानीमः, चतुर्षु लकारेषु किमपि गणे अस्ति चेत् किमपि धातुः अस्ति चेत् तिङन्तरूपं वयं जानाति जानीमः चेत् तस्य धातु कस्मिन् गणे अस्ति इत्यवश्यं गणे किम् तादृशधातुः कस्मिन् गणे अस्ति इति ज्ञातव्यम्. यदि ज्ञानमस्ति चेत् तत् सुलभं भवति. चतुर्षु लकारेषु किमपि धातुः अस्ति चेत् तिङन्तरूपं सुलभं भवति. समीचीनं, सम्यक् अस्ति इति अस्ति. अत्र केवलं भुवादौ द्विवादौ तुदादौ इति लिखितमस्ति, परन्तु वयं पश्यामः चेत् तत्र अदादिगणे अपि एवमेव अस्ति, जुहोत्यादिगणे अपि एवमेव अस्ति. तत्र तु विकरणप्रत्ययस्य लोपः भवति इति तु भिन्नवार्ता, परन्तु विकरणप्रत्ययस्य विधानार्थं साक्षात् तिङ् प्रत्ययः दृश्यते. तनादिगणे अपि एवमेव, रुदादिगणे तु विकरणप्रत्ययः धातोः मध्ये आयाति. तनादिगणे अनन्तरं चुरादिगणे अपि एवमेव, सर्वत्र सर्वेषु गणेषु सार्वधातुकलकारेषु एवमेव भवति, दशसु गणेषु अपि एवमेव भवति. अस्तु, तर्हि किञ्चित् अग्रे गच्छामः. अनिमा भगिनी पठति वा अग्रे? आर्धधातुकलकारेषु ततः आरभ्य वा? ततः सत्यम्. आर्धधातुलकारेषु गणस्य ज्ञानं नापेक्षितं यतः मध्ये विकरणप्रत्ययः न विहितः. विकरणप्रत्ययः न विहितः यतोहि धातोः साक्षात् परं सार्वधातुकतिङ्प्रत्ययः नास्ति. यथा लिटि सिद्धतिङ्प्रत्ययः अस्ति, स्यति भूयोगः स्यति इति स्थितिः. स्यति आर्धधातुकं न तु सार्वधातुकम्. अत्र भूधातुः सार्वधातुकतिप्रत्ययं द्रष्टुं न शक्नोति यतः स्य मध्ये अस्ति. सार्वधातुकप्रत्ययः साक्षात् पुरतः नास्ति, अतः कर्तरी शप् इत्यस्य प्रसक्तिः नास्ति. आर्धधातुकलकारेषु तत्र भुवादिगणः वा दिवादिगणः वा इति तादृशं ज्ञानं न अपेक्षितं, यतोहि तत्र मध्ये विकरणप्रत्ययः न भवति. अतः उदाहरणमस्ति, लृट् लकारे सिद्धतिङ् प्रत्ययः अस्ति स्यति इति, स्या मध्ये भवति, भूयोगः स्यति इत्येव भवति. अतः यतः तिङ् प्रत्ययं साक्षात् न पश्यति, अतः मध्ये विकरणप्रत्ययः न भवति, इत्युक्ते गणाः अन्यगणाः इति तस्य प्रसक्तिः न भवति इति. भूधातोः उदाहरणमस्ति, भूधातुः सार्वधातुकतिप्रत्ययं द्रष्टुं न शक्नोति यतः मध्ये स्या इति अस्ति. अतः विकर्ण अत् कर्तरि शप् इत्यस्य प्रसक्तिः न भवति. तादृशमेव अन्ये अपवाद अस्ति किल, भुवादि स्वादिभ्यः दिवादिभ्यः अन्य अन्य विकरणप्रत्ययः भवति, तत् तत्सर्वं न भवति. विहितं भवति इति तत्र अर्धधातुकलकारेषु साक्षात् अर्धधातुकलकारः इति यदा वदति तत्र पाणिनिसूत्रं, तदानीं तत्र अर्धधातुकप्रत्ययः अस्ति इति कृत्वा विकरणप्रत्ययस्य विधानं न भवति. विकरणप्रत्ययः सार्वधातुकप्रत्ययः अस्ति चेत् एव भवति. तर्हि लकारः अर्धधातुकः इति वयं वदामः चेत् तत्र लिट् लकारः शीर्लिङ्ग् लकारः, तर्हि तत्र लकारः अर्धधातुकः इत्युक्ते प्रत्ययः अपि अर्धधातुकः इत्यर्थः, तिङ्प्रत्ययः अर्धधातुकः इत्यर्थः इति कृत्वा तत्र विकरणप्रत्ययस्य चिन्तनमेव न अपेक्षितम्. यदा लृट् लकारः, लृङ् लकारः, लुट् लकारः, तत्र किं भवति इति चेत् लकारमाश्रित्य विकरणप्रत्ययः विधीयते. लकारमाश्रित्य विशिष्टविकरणप्रत्ययं विकरणप्रत्ययः विधीयते इति कृत्वा तत्र धातोः साक्षात् पुरतः तिङ्प्रत्ययः नास्ति, मध्ये व्यवधानम् अस्ति इति कृत्वा तत्र कर्तरि शप् अथवा अन्यानि विकरणप्रत्ययविधान विधायकसूत्राणि न प्रवर्तन्ते तत्र इति. तादृशलकारेषु अर्धदत्तकलकारः इति वयं वदामः यत्र मध्ये व्यवधानमस्ति अथवा साक्षात् अर्धदत्तकत्वं सूत्रैः उक्तम् तदानीम् अस्तु. इत्युक्ते आहत्य कर्तरि शप् अपि च अन्यविकरणप्रत्ययविधायकसूत्राणि सार्धधातुकलकारेषु एव विधीयन्ते, न तु अर्धधातुकलकारेषु. अस्तु अग्रे विजय किं क्षम्यतां विजयलक्ष्मी भगिनी अग्रे. सारांशः अयं, कर्तरि शप् तदा कार्यं करोति यदा धातोः साक्षात् पुरतः सार्वधातुकप्रत्ययः अस्ति. धातोः साक्षात् पुरतः सार्वधातुकप्रत्ययः अस्ति न वा इति प्रश्नः. विकरणप्रत्ययस्य स्वभावः कः इति प्रश्नः. अनयोः प्रश्नयोः न कोऽपि सम्बन्धः. विकरणप्रत्ययः आयाति चेत् अनन्तरम् एव आयाति. अतः अनेन स्पष्टं यत् लकारः कीदृशः अपि च विकरणप्रत्ययः कीदृशः, अनयोः न कोऽपि सम्बन्धः. तर्हि उविकरणप्रत्ययः अर्धधातुकम् अपि च अस्माकं चत्वारः लकाराः सार्वधातुकाः. अत्र न कोऽपि सङ्घर्षः, न कोऽपि क्लेशः. अन्ततो गत्वा उप्रत्ययः अर्धधातुकप्रत्ययः भवति चेत् सङ्घर्षः नास्ति सार्धधातुकलकारैः सह सङ्घर्षः न भवति. तत्र न कोऽपि क्लेशः इति डिसिशन्. सार्वधातुक प्रत्ययस्य साक्षात् पुरतः कर्तरि शप् आयाति. कर्तरि शप् इति सूत्रेण शप् इति विकरणप्रत्ययः आयाति, तत् प्रबाध्य उप्रत्ययः आयाति. परन्तु यदि धातोः साक्षात् अव्यवहित किम् इति वक्तव्यं भगिनि, अव्यवहित व्यवधानं नास्ति तत्र सार्वधातुकप्रत्ययः न भवति चेत् मध्ये यदि लकारनिमित्तकः प्रत्ययः आगच्छति चेत् धातोः साक्षात् पुरतः तिङन्तप्रत्ययः न भवति, मध्ये व्यवधानं भवति. तत्र विकरणप्रत्ययः किं तिङन्तम् आश्रित्य यः विकरणप्रत्ययः भवति तद् न भवति, यतोहि व्यवधानमस्ति. अतः किम् उ इति आर्धधातुकप्रत्ययस्य अपि च सार्वधातुकलकारेषु न कोऽपि सङ्घर्षः इति डिसिशन् इति कथं वक्तव्यं भगिनि निर्णयः निर्णयः अस्तु समीचीनं समीचीनम् इति तत्र अस्माभिः दृष्टं समीचीनम् अस्तु अस्तु अग्रे गच्छामः तर्हि अरुणभगिनी अग्रे पठति वा भूविकरणप्रत्ययस्य आर्धधातुकत्वात् कीदृशः प्रभावः धातोः गुणकार्ये आर्धधातुकप्रत्ययः कीदृशप्रभावः धातौ गुणकार्ये आर्धधातुकप्रत्ययः निमित्तं भवति वा यत्र प्रत्ययः आर्धधातुकं तत्र सार्वधातुक आर्धधातुकयोः पुगन्तलघुपदस्य च इत्यनयोः सूत्रयोः प्रसक्तिः वा अस्ति एव सार्वधातुकप्रत्ययो वा आर्धधातुकप्रत्ययो वा द्वयोः सूत्रयोः प्रसक्तिः अस्ति एव अधुना सार्वधातुकप्रत्यय अपित् चेत् तस्य तेन गुणकार्यं निषिद्धं सार्वधातुकम् अपि किनिति च इत्यभ्यां सूत्राभ्यां सार्वधातुकस्य अपित्वादेव गुणनिषेधः आर्धधातुकस्य अपित्वात् न किमपि महत्त्वम् आर्धधातुकप्रत्ययः चित्वा नीत्वा चेत् तर्हि गुणकार्यं निषिद्धं किमिति च इति सूत्रेण उप्रत्ययः आर्धधातुकः स च उप्रत्ययः चित् अपि न इति नित्यपि नास्ति अतः गुणप्रसङ्गः भवति चेत् तर्हि उप्रत्ययः गुणकार्यस्य निमित्तं भवति एव तदानीगणे एतादृश अवसरः अस्ति यत् छिणु युगः ऊ छिन् युगौ छिणु छिणु इति रूपं भवति प्रश्नः अस्ति अर्धधातुकप्रत्यय गुण विषये गुणकार्यं भवति वा न इति समाधानमस्ति आर्धधातुकप्रत्ययां सार्वधातुक आर्धधातुकयोः पुगन्तलघुपदस्य अनयोः सूत्रयोः प्रसक्तिः अस्ति धातु अधुना सार्वधातुक प्रक्रियायां वयं जानीमः अत्र प्रत्ययः अपित्वा इति दृष्ट्वा निषिद्ध गुणकार्यं निषिद्धं भवति किनिता इति सूत्रेण परन्तु आर्धधातुकप्रक्रियायाम् अपित्वं नास्ति परन्तु अत्र कित्वा नीत्वा भवति चेत् गुणकार्यं निषिद्धं भवति सूत्रमस्ति कनितजा एव अतः उप्रत्ययः आर्धधातुकः स च उप्रत्ययः कित् नास्ति पित् नास्ति चिदपि न इत्यपि न अतः गुणप्रसङ्गः भवति चेत् तदेव समीचीनं समीचीनम् इत्युक्ते सारांशः यत्र गुणकार्यस्य कृते अस्माकं सूत्रद्वयमेव सार्वधातुक आर्धधातुकयोः पुगन्तलघुपदस्य च सार्वधातुक आर्धधातुकयोः इति सूत्र एव उक्तमस्ति सार्वधातुकः भवतु आर्धधातुकः भवतु गुणः भवति पुगन्तलघुपदस्य च इति सूत्रे अपि तस्य अनुवृत्तिः अस्ति सार्वधातुक आर्धधातुकयोः इत्यस्य अतः सूत्रद्वये अपि गुणकार्यं भवति सार्वधातुकप्रत्ययः वा आर्धधातुकप्रत्ययः वा अस्ति तदानीं गुणकार्यस्य प्रसक्तिः भवति सार्वधातुकस्थले एव वयं पश्यामः सार्वधातुकम् अपित् इति सूत्रमस्ति सार्वधातुकप्रसङ्गे तर्हि यः प्रत्ययः अपित् अस्ति सार्वधातुकप्रत्ययः सः निद्वद्भवति निद्वद्भवति चेत् किनिति च इति सूत्रेण गुणनिषेधः भवति तर्हि एतादृशगुणनिषेधः अपित् प्रत्ययस्य गुणनिषेधः केवलं सार्वधातुकप्रसङ्गे एव आर्धधातुकप्रसङ्गे तत्र पित्त्वम् अपित्वम् इति विषयः एव नास्ति यतोहि अपित्वं सार्वधातुकम् अपित् इति केवलं सार्वधातुकमेव अपित् सार्वधातुकम् अपित् चेत् गुणनिषेधः आर्धधातुकस्य प्रसङ्गः एव नास्ति अतः पित्त्वम् अपित्वम् इति विषयः आर्धातुकप्रसङ्गे नैव आयाति. तत्र आर्धातुकप्रत्ययस्य प्रसङ्गे गुणनिषेधः कदा भवति इति चेत् यत्र प्रत्ययः कित् अथवा नित् अस्ति तदानीं गुणनिषेधः भवति, अन्यत्र न भवति. अत्र अस्माकं प्रकृतप्रसङ्गे तनादिकृण्भ्यः उः इति प्रत्यये उ इति प्रत्ययः आर्धधातुकप्रत्ययः अस्ति, तिंशित् भिन्नः आर्धधातुकप्रत्ययः अस्ति. अतः आर्धधातुकप्रत्ययः अस्ति इति कृत्वा अत्र अपित्वम् उ इति प्रत्यये पित्वं नास्ति इति कृत्वा गुणनिषेधः इति न वक्तव्यम्. यतोहि पित् अपित् इति प्रसङ्गः आर्धातुकस्य नास्ति. अत्र उ प्रत्ययः कित् अपि नास्ति, नित् अपि नास्ति इति कृत्वा गुणः तु भवति एव. उ इति प्रत्ययं निमित्तीकृत्य तनादिगणे गुणकार्यस्य प्रसङ्गः भवति एव. यथा क्षिण् योगः उ, क्षिण् इत्यत्र उपधायां लघु इक् वर्णः अस्ति, उ इति आर्धधातुकप्रत्ययः, अतः गुणः भवति पुगन्तलघुपदस्य च इत्यनेन क्षेण्योगः उ क्षेणु इति रूपं लभ्यते. कोऽपि प्रश्नः वा अत्र? अस्तु, तर्हि अग्रे शोभाभगिनी अग्रे. आं भगिनि, भगिनि तत्र तर्हि तिङ्प्रत्ययत्वेन एव शप् इति आगच्छति, गुणस्य प्रसक्तिः भवति, भवती उक्तवती, किन्तु पुनः एकवारं पृच्छामि. उ इति अर्धधातुकम् अस्ति किन्तु तत्र अपित्वं नास्ति, पित्वं नास्ति तत्र, पित्वं नास्ति किन्तु किञ्चित् भ्रमः अस्ति तत् तत्र भगिनि. इत्युक्ते सर्वत्र ति प्रत्ययः तु आगच्छति एव, धातोः पुरतः ति प्रत्ययः तु अस्ति एव, तिङ्प्रत्ययः अस्ति एव, किन्तु एतावता विकरणप्रत्ययः शितः आसन्. इदानीं तत्र सर्व उ इति भिन्नप्रत्ययः अस्ति, किन्तु केन कारणेन तत्र अर्धधातुकम् अस्ति किन्तु तस्य कोऽपि बाधा न भवति गुणस्य कृते. इत्युक्ते तिङ्प्रत्ययः भिन्नः भवति भगिनि. इदानीं तत्र विकरणप्रत्ययं निमित्तीकृत्य अङ्गे कार्यं किम् अस्ति इत्येव प्रश्नः अस्ति. यतोहि उ इति विकरणप्रत्ययस्य चिन्तनमस्ति अत्र जायमानमस्ति. तिङ्प्रत्ययं निमित्तीकृत्य गुणकार्यं सर्वत्र भवति, तत्र क्लेशः नास्ति. तिङ्प्रत्ययं निमित्तीकृत्य तिङ्प्रत्ययः अत्र सर्वे तिङ्प्रत्ययः सार्वधातुकप्रत्ययः अत्र सार्वधातुकलकारेषु, अतः तिङ्प्रत्ययः सर्वे सार्वधातुकप्रत्ययाः. तर्हि तादृश तिङ्प्रत्ययेषु पित्वं वा अपित्वं वा इति पश्यामः. तिङ्प्रत्ययस्तरे पित्वम् अपित्वम् इति पश्यामः एव, यतोहि सर्वे तिङ्प्रत्ययाः सार्वधातुकप्रत्ययाः अत्र. इदानीं विकरणप्रत्ययस्य विषये वयं चिन्तनं कुर्मः. इत्युक्ते तत्र अस्माकं क्रमः कः? धातुः अस्ति, तिङ्प्रत्ययः अस्ति, तिङ्प्रत्ययः सार्वधातुकप्रत्ययः, कर्तार्थकप्रत्ययः चेत् विकरणप्रत्ययस्य विधानं भवति, तत्तद् गणीयविकरणप्रत्ययस्य विधानं भवति. तर्हि धातुः, विकरणप्रत्ययः, तिङ्प्रत्ययः. इदानीं प्रथमतया विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्याणि भवन्ति. तर्हि विकरणप्रत्ययः कीदृशः, इत्यस्य स्वभावः कः इति वयं पश्यामः चेत् अत्र विकरणप्रत्ययः सार्वधातुकप्रत्ययः अस्ति चेत् तदानीं पित्वा अपित्वा इति पश्यामः. प्रत्यये पित् अस्ति, इदानीं शप् इति प्रत्यये पित्वम् अस्ति, पित्वम् अस्ति इति कृत्वा गुणकार्यं साक्षात् भवति अङ्गे. परन्तु यदा तत्र श्यन् इति प्रत्ययः वयं पश्यामः चेत् श्यन् इति प्रत्ययः सार्वधातुकप्रत्ययः, परन्तु तत्र पित्वं नास्ति. पित्वं नास्ति तर्हि तदानीं तत्र सार्वधातुकम् अपित् इति सूत्रमस्ति, तेन सूत्रेण वयम् अवगन्तुं शक्नुमः पित्वं नास्ति अपित् अस्ति इति कृत्वा सार्वधातुकप्रत्ययः निद्वद् भवति इति वयम् अवगच्छामः. तर्हि शन् इति प्रत्ययः निद्वद् भवति यतोहि पित्वं नास्ति, अतः क्निति च इत्यनेन गुणनिषेधः तत्र भवति. तर्हि तत्र क्लेशः नास्ति. सार्वधातुकप्रत्ययः अस्ति चेत् अपित् अस्ति चेत् गुणनिषेधः भवति, क्लेशः नास्ति. परन्तु प्रत्ययः आर्धधातुकः अस्ति चेत् तदानीं तदर्थं सूत्रं किमपि नास्ति येन आर्धधातुकप्रत्ययः निद्वद् भवति इति वक्तुं. यथा सार्वधातुकप्रत्ययः अपित् चेत् निद्वद् भवति इति सूत्रमस्ति, परन्तु आर्धधातुक अपित् निद्वत् इति सूत्रं नास्ति. अतः पित्वम् अपित्वम् इति विभागस्य प्रसङ्गः अत्र नास्ति. यदि सूत्रमस्ति आर्धधातुकम् अपित् इति सूत्रमस्ति चेत् तदानीं वयं वक्तुं शक्नुमः आर्धधातुकप्रत्ययः अपित् अस्ति चेत् निद्वद् भवति इति वक्तुं शक्नुमः, परन्तु तादृशं कोऽपि सूत्रं किमपि सूत्रं नास्ति. अतः अत्र आर्धधातुकप्रसङ्गे पित्वम् अपित्वम् इति किमपि चिन्तनं नास्ति, तत्र एकमेव सूत्रमस्ति गुणनिषेधार्थं, क्निति च इति सूत्रम् एकमेव सूत्रमस्ति. क्निति च इति सूत्रे किम् उक्तमस्ति, कित् नित् प्रत्ययः अस्ति चेत् आर्धधातुकः वा सार्धधातुकः यः कोऽपि प्रत्ययः कित् नित् अस्ति चेत् गुणनिषेधः. अत्र सार्वधातुकप्रसङ्गे प्रत्ययः कित् अथवा नित् अस्ति चेत् तदानीं गुणनिषेधः भवितुम् अर्हति. अत्र तु अस्माकं प्रकृतस्थले उ इति विकरणप्रत्ययः आर्धधातुकप्रत्ययः, परन्तु कित् अपि नास्ति नित् अपि नास्ति इति कृत्वा क्निति च इति सूत्रस्य प्रसङ्गः एव नास्ति, अतः साक्षात् गुणः भवति. धन्यवादः भगिनि. पुनः पुनः श्रुत्वा तत्र समग्रतया अवगमनं भवेत् इति मम चिन्तनं. कुत्र सम्यक्तया न अवगतं वा? न, इत्युक्ते तत्र न अवगतं भगिनि, किन्तु कुत्र आरम्भः भवति इति, यतोहि तत्र ति इति प्रत्ययः तु सर्वत्र आगच्छति, तदनन्तरं कार्याणि तत्र पुनः एकवारं पठामि भगिनि, शृणोमि अपि च. न, अत्र ति प्रत्ययस्य प्रसङ्गे भवत्याः भ्रमः अस्ति. इदानीं पश्यतु, अत्र क्षीण इति धातुः अस्ति, क्षीण इति धातुतः लट् लकारः भवति इति चिन्तयतु. तर्हि इदानीं लट् लकारस्य स्थाने तिङ् प्रत्ययः आयन्ति, तत्र तिप्तर्जि इति सूत्रमस्ति खलु, तिप्तर्जि सिप्तस्थ इति तत्र दीर्घं सूत्रमस्ति खलु, तिप्तर्जि सिप्तस्थ मित्वस्मस् इति सूत्रं, तेन सूत्रेण धातुः परस्मैपदी धातुः चेत् तत्र तिङ् प्रत्ययः परस्मैपदी प्रत्ययः आगच्छन्ति. इदानीं धातुः अस्ति, परस्मैपदी तिङ् प्रत्ययः सन्ति, तर्हि इदानीं तादृश तिङ् प्रत्ययं निमित्तीकृत्य विकरणप्रत्ययः मध्ये आयाति, उ इति विकरणप्रत्ययः आगच्छति. तर्हि इदानीम् उ इति विकरणप्रत्ययं निमित्तीकृत्य अङ्गम् अस्माभिः साधनीयं. तर्हि उ इति प्रत्ययः आर्धधातुकप्रत्ययः, कित् अपि नास्ति नित् अपि नास्ति, अतः क्निति च इति सूत्रस्य प्रसङ्गः नास्ति. तर्हि उ इति प्रत्ययः गुणकार्यस्य कृते निमित्तम् अस्ति, तर्हि क्षीण् इति धातौ गुणकार्यं भवति उकन्तलघुपदस्य च इत्यनेन क्षेण् योगः उ, क्षेणु इति लब्धं, क्षेणु इति अङ्गम्, एवमेव सर्वत्र अङ्गस्य सिद्धिः भवति. क्षेणु इति अङ्गात् तिङ् प्रत्ययः इदानीम् आयाति. तिङ् प्रत्ययः तिप् इति प्रत्ययः, तिप् इति प्रत्ययः सार्वधातुकप्रत्ययः, पित् अपि अस्ति, अतः क्षेणु इत्यत्र उकारस्य गुणः भवति सार्वधातुक आर्धधातुकयोः इत्यनेन क्षेणो क्षेणो योगः ति क्षेणोति इति तादृशं रूपं भवति. अत्र परस्मैपदि वा आत्मनेपदि वा इति मया न दृष्टं, परन्तु परस्मैपदि अस्ति चेत् क्षेणोति इति रूपं लभ्यते. यदि तत्र द्विवचने प्रत्ययः अस्ति, तस् इति प्रत्ययः, क्षेणु इति अङ्गं, तस् इति प्रत्ययः, तस् इति प्रत्ययः सार्वधातुकप्रत्ययः, अपित् अस्ति, अतः सार्वधातुकम् अपित् इत्यनेन निद्वत् भवति. निद्वत् अस्ति चेत् क्रीति च इति सूत्रेण गुणनिषेधः भवति, अतः क्षेणु इत्यत्र गुणः न भवति, क्षेणुयोगः तः क्षेणुतः इत्येव रूपं लभ्यते. अतः तिङ् प्रत्ययस्य प्रत्येकं प्रत्ययस्य स्वभावः कः इति द्रष्टव्यं. तिप् प्रत्ययः पित् अस्ति, परन्तु तस् प्रत्ययः अपित् अस्ति, अतः गुणनिषेधः. अनन्तरं तिप्तझि झि इति प्रत्ययः अपित् अस्ति मूलतः, अतः तत्रापि गुणनिषेधः. इत्येवं रीत्या तिङ् प्रत्ययस्य प्रसङ्गे प्रत्येकं प्रत्ययं स्वीकृत्य वयं पश्यामः गुणः भवति वा न वा इति. परन्तु विकरणप्रत्ययस्य प्रसङ्गे वयं पश्यामः गुणः भवति वा न वा इति एकवारमेव वयं पश्यामः. उ इति प्रत्ययस्य प्रसङ्गे सर्वत्र गुणः भवति, अतः वारंवारं चिन्तनस्य आवश्यकता नास्ति. उ इति प्रत्ययः अस्ति चेत् गुणः भवति एव. तर्हि किमर्थं स्थापितम् एषः भिन्नः अर्धधातुकप्रत्ययः पाणिनिना? तदेव चर्चा, सा एव चर्चा अग्रे अस्ति. किमर्थं तत्र सार्वधातुकप्रत्ययः भवति चेत् किं भवितुम् अर्हति इति तत्र तादृशचिन्तनं अस्मिन् करपत्रे वा अन्यत्र कुत्रापि अस्ति. वस्तुतः यदि तत्र सार्वधातुकप्रत्ययः स्थापनीयः चेत् किं स्थापयितुं शक्यते तत्र? उ इति अपेक्षितमस्ति खलु, शु इति स्थापनीयं, शु इति भवेत् खलु. तर्हि शु इति स्थापयति चेत् क्षिण् योगः शु, शु इत्यत्र उ इति अवशिष्यते. तर्हि एवमेव तत्र गुणः सर्वं भवति. शु भवति चेत् अपित् भवति, अपित् भवति, शकारः तत्र षित् अस्ति चेत् अपित् इत्यस्य प्रसक्तिः नो चेत् नास्ति एव प्रसक्तिः. अत्र गुणः आवश्यकः, सर्वत्र गुणः आवश्यकः इति कृत्वा सर्वत्र आवश्यकम् इति इत्युक्ते हा तनादिगणीयधातोः धातूनां कृते सर्वत्र गुणः भवेत् इति, तत्र किमपि बाधा न भवेत् इति वा इति एव. सर्वत्र गुणः, तदर्थमेव ऊ इति स्थापितं खलु, गुणः सर्वत्र भवेत् इति. तर्हि शुप् इति स्थापयति चेत् गुणः सर्वत्र भवितुम् अर्हति, परन्तु शुप् इत्यस्य अपेक्षया ऊ इति लघु अस्ति खलु इति कृत्वा ऊ इति स्थापितम्. तत्र शकारपकारः नास्ति एव इति चेत् तत्र प्रायशः बाधायाः प्रसक्तिः अपि न आगच्छति इति वा? न, बाधायाः प्रसङ्गः इति नास्ति. शुप् इति स्थापयति चेदपि कार्यं सिद्ध्यति, न कोऽपि क्लेशः. शुप् इति वदतु, कोऽपि क्लेशः नास्ति, परन्तु शुप् इति वदति चेत् तत्र इतोपि अधिकः वर्णाः सन्ति खलु, शकारः अस्ति, पकारः अस्ति, शकारः पकारः अधिकः, वर्णद्वयम् अधिकः अस्ति, वर्णद्वयम् अधिकमस्ति. अतः ऊ तस्य स्थाने ऊ इति वदति चेत् लाघवम् अस्ति खलु, पाणिनीयसूत्रेषु सर्वत्र लाघवमेव, लाघवस्य प्राधान्यं वर्तते खलु, अतः ऊ इति स्थापितं तावदेव, अन्यत् किमपि नास्ति, किमपि नास्ति अन्यत्. ऊ इति भवति चेत् समानं कार्यं भवति खलु, अतः ऊ इति एव लिखितवान् अस्ति. सर्वत्र ऊ इति समानकार्यं भवति, अपि च लघु लघु अस्ति, ऊ इति एकः एव वर्णः, तत्र तु शुप् इति किमपि वक्तव्यं, तत्र तु लाघवं नास्ति इति कृत्वा ऊ इति स्थापितमस्ति. महोदय मम प्रश्नः अस्ति, पृच्छामि वा? पृच्छतु. अत्र तुदादिगणः स्तः इति अस्ति खलु, तुदादिभ्यः स्तः, अत्र अकारमेव तिष्ठति. तुद् इति तुद् योगः अयोगः ति इति भवति. अत्र पुगुन्तलघुपदस्य च कार्यं बाधित्वा अकारः तुदति एव सम्यक् भवति, किमर्थम् अत्र मम प्रश्नः महोदय, अग्रे किमर्थम् अत्र पुगन्तलघुपद स्वस्य प्रश्नः च प्रत्ययः अपि अस्ति खलु, अतः गुणनिषेधः. अतः प्रत्ययः अपित् अस्ति, सर्वधातुकम् अपित् निद्वत् इति च इति गुणनिषेधः इति कृत्वा स्वप्रत्ययः अपित्. तत्र श्वप्रत्ययस्य प्रसङ्गे अ इति न वक्तुं शक्यते, अ इति वदति चेत् अर्धधातुकप्रत्ययः इति कृत्वा सर्वत्र गुणः भविष्यति, परन्तु गुणः इनाष्यते, गुणः नेष्यते इति कृत्वा तत्र श्व इति अपित् अस्ति इति कृत्वा गुणनिषेधः सिद्ध्यति. धन्यवादः. अस्तु तर्हि अत्र स्थगनं कुर्मः. धन्यवादः. इदानीमपि हास्पिटल् मध्ये अस्ति भगिनि, सः तु वृद्धः अस्ति खलु, अतः तत्र किमपि काम्प्लिकेशन्स् अस्ति, तत्र इतोपि हास्पिटल् मध्ये अस्ति. अस्तु अस्तु, धन्यवादः भगिनि. धन्यवादः. नमस्कारः. धन्यवादः भगिनि. नमस्कारः. धन्यवादः. नमस्कारः. धन्यवादः भगिनि. धन्यवादः. नमस्कारः.